गुरुब्रह्म गुरुविष्णु गुरुदेवो महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र पृथक्त्वमपि वेदः तयोः मध्ये वैलक्षण्यं वर्तते न वा इति तत्र तस्मिन् विषये वयं स्वरूपमहोदयस्य करपत्रं पठन्तः स्मः या अत्र बहु किमपि अतीतवन्तः इदानीं तत्र अन्तिमभागः तत्र भेदपृथक्त्वम् इति आक्षेपस्य निरासः इति अग्रे आगच्छति किन्तु तस्मात् प्राक् तत्र भेदस्थले अवच्छेदकं किम् इति तत्र अपि तत्र पटे घटभेदः अस्ति इति तत्र न्यायशास्त्ररीत्या कथं वक्तव्यम् इति तस्मिन् विषये एकः परिच्छेदः अस्ति तं परिच्छेदं पठित्वा अग्रे सरामः तर्हि तत्र चन्द्रमती भगिनी भवती एव तत्र आरम्भं करोति वा तत्र अधुना मनसि इति अधुना मनसि इदमपि ध्येयं यत् वेदस्थले प्रतियोगितायाः अवच्छेदकं किम् इति कथं वक्तव्यं भेदस्य अवच्छेदकः कः चेति कथं वक्तव्यं खडभेदः अस्य प्रतियोगिता खडे तादात्म्यसम्बन्धेन अवच्छिन्ना तादात्म्यसम्बन्ध अवच्छिन्ना प्रतियोगिता खडभेदः खडावधिकः नाम खडावच्छिन्नः आहत्य खडत्वावच्छिन्न तादात्म्यावच्छिन्न प्रतियोगिताकः अभावः यः खडभेदः अद्वात् पटः इति अस्ति खडभेदस्य खडभेदः किम् इति अत्र अधुना मनसि इदमपि ध्येयं यत् भेदस्थले प्रतियोगितायाः अवच्छेदकं किं भेदस्थले प्रतियोगितायाः अवच्छेदकं किम् इति कथं वक्तव्यं भेदस्य अवच्छेदकः कः चेति कथं वक्तव्यं भेदस्थले प्रतियोगितायाः अवच्छेदकं किं भेदस्य अवच्छेदकः कः अनन्तरं भेदस्य प्रतियोगिता खडे विद्यमान अवच्छेदक खडे विद्यमान तादात्म्यसम्बन्धेन अवच्छिन्न भगिनी भगिनी एकं तत्र प्रथमवाक्यं पठितवती तस्य अर्थः कः किञ्चित् प्रतिपादयति मनसि इदानीं ध्येयं यत् भेदस्थले प्रतियोगितायाः अवच्छेदकं किम् इति भेदस्थले भेदस्य प्रतियोगिता इत्युक्ते खडस्य प्रतियोगिता खडः एव खडस्य अत्र भेदस्थले तस्य प्रतियोगितायाः अवच्छेदकं किम् अवच्छेदकं भवति प्रतियोगितायाः अवच्छेदकं तत्र उत्तरं मास्तु तत्र किं वाक्ये किम् अस्ति इति प्रथमतया वदतु तदनन्तरं तत्र उत्तरं किम् इति अग्रे पश्यामः खलु भेदस्य स्थले प्रतियोगिता अवच्छेदकं भेदस्थले वाक्यं किं वदति मनसि इदानीं ध्येयं यत् प्रतियोगितायाः अवच्छेदकं किम् इति चिन्तनीयम् अस्तु नाम भेदः यत्र वर्तते तत्र एकः प्रश्नः कः प्रतियोगितायाः अवच्छेदकं वर्तते न अवच्छेदकं वर्तते किन्तु किम् इति प्रश्नः खलु अवच्छेदकं किम् इति एकः प्रश्नः अस्ति भेदस्थले प्रतियोगितायाः अवच्छेदकं किम् इति एकः प्रश्नः, अनन्तरं द्वितीयप्रश्नः अस्ति भेदस्य अवच्छेदकः कः इति। हा, अतः प्रश्नद्वयं भेदस्थले प्रश्नद्वयमस्ति अपि नाम तस्य उत्तरं कथं देयम्, उत्तरं कथं वक्तव्यम्, उत्तरं कथं वक्तव्यम् इति अस्ति खलु विषयः। नाम प्रश्नद्वयमस्ति वेदस्थले, प्रश्नस्य उत्तरं किमपि उत्तरं कथं वक्तव्यम् वेदस्थले, प्रतियोगितायाः अवच्छेदकं किं, वेद अवच्छेदकः कः वक्तव्यम्। हा, तर्हि प्रथमप्रश्नः अस्ति प्रतियोगितायाः अवच्छेदकं किम्, अपि द्वितीयप्रश्नः अस्ति अवच्छेदकः कः, भेदस्य अवच्छेदकः कः, भेदस्य अवच्छेदकः भेदस्य प्रतियोगितायाः अवच्छेदकं किं, भेदस्य अवच्छेदकः कः इति। अतः प्रश्नद्वयं खलु, अपि कथम् एतद् वक्तव्यम् इति अस्ति खलु, कथं वक्तव्यम् इति। अस्तु, इदानीं तत्र हा इदानीं तत्र अग्रे हा इदानीम् अग्रे पठतु। पदभेदः अस्य प्रतियोगिता खडे विद्यमान तादात्म्य सम्बन्ध तादात्म्यसम्बन्धेन अवच्छिन्ना। खडभेदः तस्य प्रतियोगिता खडे विद्यमान तादात्म्यसम्बन्धेन अवच्छिन्ना। खडभेदः तस्य प्रतियोगिता घटभेदः नाम किं, घटभेदः पडे वर्तते इति वयं न किन्तु घटभेदः नाम किं, तस्य अर्थः कः, घटभेदः नाम खडस्य खडः भिन्न पटात् भिन्नम्, हा पटः घटात् भिन्नः, हा पटः घटात् भिन्नः, पटः घटात् अभावः वा, घटभेदः अर्थात् घट अभावः वा, हा भगिनि घटभेदः अर्थात् घट अभावः वा इति, हा भगिनि चन्द्रमति भगिनि किं, खडः पटः नास्ति तत्र अभावः वा, तत् कथं भिन्नम् अस्ति इति, खडः पटः न इति सत्यं, किन्तु तत् अभावः वा अथवा अभावः नास्ति वा, भेदः इत्युक्ते अभावः वा अथवा अभावः नास्ति, अभावः एव, अभावः अस्ति अभावः अस्ति, भेदः नाम भेदः नाम अभावः, समीचीनं, हा भेदः नाम अभावः, किन्तु कीदृशः अभावः, अत्यन्त अभावः वा प्रागभावः वा अन्योन्य अभावः, अन्योन्य न न अत्यन्त अभावः नास्ति, अत्यन्त अभावः अन्योन्य अभावः, अन्योन्य अभावः समीचीनं, हा अन्योन्य अभावः समीचीनं, तर्हि घटभेदः नाम घटस्य अन्योन्याभावः, पटः घटः पटे अस्ति, तर्हि घटभेदः पटे अस्ति, इदानीम् अन्योन्य अभावः इति कृत्वा यत्र अभावः अस्ति तत्र प्रतियोगिता वर्तते वा, यत्र अभावः अस्ति तत्र प्रतियोगी वर्तते खलु, तर्हि घटभेदस्य घटभेदः इत्युक्ते अभावः, तत्र किञ्चित् तर्हि तत्र किं कुर्मः, एकनिमिषः तर्हि एतत् प्रायशब्दस्य आवश्यकता नास्ति इति मन्ये, हा तर्हि तत्र घटभेदः नाम एतत् तस्य आवश्यकता अपि नास्ति, त्यजामः, अस्तु नाम भेदः नाम अभावः, तर्हि अभावस्थले प्रतियोगी वर्तते खलु, हा तर्हि तत्र घटभेदस्य प्रतियोगी कः, खडः एव, घटः एव समीचीनं, हा घटभेदस्य प्रतियोगी घटः। तर्हि प्रतियोगिता कुत्र अस्ति? खडे घटे। प्रतियोगिता घटे अस्ति। अस्तु, अतः एव तत्र अत्र प्रश्नः, प्रथमप्रश्नः, प्रतियोगितायाः अवच्छेदकं किम् अस्ति चेत् प्रथमतया प्रतियोगिता कथं कथम् अस्ति, यतोहि अभावः इति जानीमः, भेदः नाम अभावः, यत्र अभावः अस्ति तत्र प्रतियोगी वर्तते, प्रतियोगी वर्तते चेत् प्रतियोगिता वर्तते खलु इति सोपानेन वक्तव्यम्। अस्तु, इदानीम् अग्रे अग्रे घटभेदः इति आरभ्य तस्य प्रतियोगिता खडे विद्यमान तादात्म्यसम्बन्धेन अवच्छिन्ना। एतावत् विवृणोतु भगिनि। खडभेदः तस्य प्रतियोगिता खडभेदस्य प्रतियोगिता खडे विद्यमान तादात्म्यसम्बन्धेन अवच्छिन्ना। तर्हि अर्थः कः? खडभेदः खडस्य भेदः तस्मिन् विद्यमानप्रतियोगिता याः अवच्छिन्ना प्रतियोगिता खडे विद्यमान तादात्म्यसम्बन्धेन अवच्छिन्ना इत्युक्ते खड खडत्वं प्रतियोगिता खडे विद्यमानं तादात्म्यसम्बन्धेन अवच्छिन्ना इत्युक्ते खडे कापालिका वा तादात्म्यसम्बन्धेन? अस्तु अस्तु, अत्र अन्य कोऽपि वदेत् भगिनि, चिन्ता मास्तु, एतावत् समीचीनं। मृणले भगिनि भवती अग्रे वदति वा? आमाम् आम्, घटाभावस्य प्रतियोगी घटः, अतः अयम् अभावः यत् अयं घटभेदः अयं घटाभावः अस्य स्वेन एव तत्र किम् अस्ति तादात्म्यसम्बन्धावच्छिन्ना भवति इयं प्रतियोगिता इति घटभेदः तादात्म्यसम्बन्धावच्छिन्ना। अस्तु, नास्ति वा महोदय, घटत्वं नास्ति वा? एकनिमिषे चन्द्रमति भगिनी, प्रश्नः कः वदतु? खडत्वम् एतत् अवच्छिन्न खडत्वं नास्ति वा इति मम प्रश्नः। उत्तमः प्रश्नः, अस्तु, किन्तु तत्र प्रथमे यथा तत्र उक्तम् अवच्छिन्ना इति अस्ति, नाम तत्र मृणनिबन्धे किञ्चित् विवृणोतु तत्र कथं तस्य अर्थः कः, तत् कथम् अवगच्छामः? भेदस्य प्रतियोगिता घटे, घटभेदस्य प्रतियोगिता घटे अस्ति, उत्तमम्। इदानीम् अतः घटे विद्यमान तादात्म्यसम्बन्धेन अवच्छिन्ना इयं प्रतियोगिता इति उक्तं, समीचीनम्। इदानीं तत्र कथम् इति वक्तव्यम्। तादात्म्यावच्छिन्ना प्रतियोगिता, सत्यं, स्वयमेव स्वस्य अभावस्य प्रतियोगी अस्ति खलु, अतः तादात्म्यसम्बन्धावच्छिन्ना प्रतियोगिता। अस्तु, तर्हि तत्र इदानीं तत्र अभावः, तत्र अभावः एकः विधः अस्ति वा अथवा अनेकविध अभावाः सन्ति वा? त्रिविधः खलु? तत्र अनेकविधः इति चिन्तयामः। अस्तु, तर्हि तत्र तर्हि तत्र अत्र अस्ति अन्योन्य अभावः, अन्य कोऽपि अभावः उदाहरणार्थं वदतु। अत्यन्ताभावः, अस्तु, समीचीनं। तर्हि तत्र अत्यन्तः भावः इति स्वीकुर्मः, तर्हि तत्र अत्र भूतलम् अस्ति, अत्र घटः नास्ति, तर्हि तत्र कीदृशः भावः? अत्यन्ताभावः, यदा घटम् आनयामः तत् अभावः नश्यति नश्यति समीचीनम् उत्तमं तर्हि तर्हि तत्र एषः अभावः तत्र अत्यन्त अभावः अत्र भेदः अत्रापि अभावः तर्हि अत्यन्ताभावस्थले अभावः तत्रापि प्रतियोगी अस्ति खलु प्रतियोगी कः अस्ति तत्र घटः एव अत्र घटः एव खलु तर्हि तर्हि किम् आपतति तत्र भेदः अपि अभावः अत्र अत्य अन्योन्य अभावः खलु अपि तत्र अत्यन्ताभावः तत्र अपि घटः एव प्रतियोगी खलु तर्हि तत्र घटः भूतले नास्ति इति अभावः तत्र प्रतियोगी घटः तर्हि प्रतियोगिता घटे वर्तते खलु अत्र पटः घटः न इति अत्यन्ताभावः अन्योन्याभावः तर्हि तत्रापि प्रतियोगी घटः तर्हि प्रतियोगिता घटे अस्ति खलु इदानीं तत्र अत्रापि तत्र भेदात् एका प्रतियोगिता अपि तत्र भूतले नास्ति इति अत्यन्ताभावात् अपि प्रतियोगिता खलु समाना अस्ति वा प्रतियोगिता अथवा भिन्ना अस्ति वा भिन्ना अस्ति भिन्ना अस्ति खलु तर्हि तत्र एषा प्रतियोगिता तत्र घटभेदेन तत्र निरूपितप्रतियोगिता सा केन अवच्छिन्ना इति प्रश्नः नाम तत्र प्रथमा तत्र प्रतियोगिता द्वयमस्ति तत्र समाना नास्ति इति वदामः तर्हि तत्र कथं समानं नास्ति इति वक्तव्यं खलु तर्हि अत्र यदि घटं घटः अत्र नयामः तदा घटः भूतले केन सम्बन्धेन भवति संयोगसम्बन्धेन भवति समीचीनम् अत्र यत्र घटभेदः अस्ति किन्तु तत्र अन्योन्याभावः अस्ति तत्र तद् नास्ति इति भवति चेत् तत्र किं भवति तत्र नाम घटः अस्ति चेत् अत्र घटः अस्ति चेत् अत्यन्तभावस्थले संयोगसम्बन्धेन भवति खलु अत्र घटः अस्ति चेत् नाम अन्योन्य अत्यन्तः भावस्थले घटः अस्ति चेत् केन सम्बन्धेन भवति अन्योन्यभावे खलु अन्योन्यभावस्थले तर्हि तत्र घटः अस्ति चेत् तत्र आत्मसम्बन्धेन हा यतोहि केवलं तत्र घटः तत्र पटः घटः न इति अत्र रूपं पटः घटः न नाम सः घटः नास्ति अत्र घटः नास्ति किन्तु यदा घटः आगच्छति संयोगसम्बन्धेन भवति अत्र यदि न इति त्यजामः तत्र किं वदामः पटः घटः एव इति वदामः नाम पटः इक्वल्स् घटः इति वदामश्चेत् तत्र तादात्म्यसम्बन्धः नाम घटः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति इति भवति घटः पटः समानम् इति वदामश्चेत् तर्हि सम्बन्धः भवति तादात्म्यः तादात्म्यसम्बन्धः अतः प्रथमविध तत्र अत्यन्त अभावस्थले तत्र अत्यन्त अभावस्थले अपि प्रतियोगिता आगच्छति अन्योन्य अभावस्थले अपि प्रतियोगिता आगच्छति घटे किन्तु यदि तत्र प्रतियोगिता समाना नास्ति इति वक्तुम् इच्छामः तर्हि किं करणीयं तत्र केन सम्बन्धेन घटः भवति इति द्रष्टव्यं सम्बन्धः तत्र सम्बन्धेन सम्बन्धः अवच्छेदकः भवति अत्र सम्बन्धः भवति संयोगः किन्तु अन्योन्यभावस्थले तादात्म्यसम्बन्धः एव भवति अवच्छेदकः. अतः तत्र तादात्म्यसम्बन्धः एव भवति, अन्यत्र अत्यन्ताभावस्थले संयोगः एव भवति, तत्र तादात्म्यसम्बन्धः न भवति. तर्हि सम्बन्धं दृष्ट्वा वयं वक्तुं शक्नुमः प्रतियोगिता, प्रथमा प्रतियोगिता भिन्ना अस्ति. अतः तत्र घटे विद्यमाना प्रतियोगिता अस्मिन् भेदस्थले सा प्रतियोगिता अवच्छिन्ना अस्ति. केन इत्युक्ते तादात्म्यसम्बन्धेन अवच्छिन्ना अस्ति. तादात्म्यसम्बन्धः अवच्छेदकः अस्ति तस्याः प्रतियोगितायाः. तर्हि प्रथमप्रश्नस्य उत्तरं प्राप्तं किलु? खलु आमाम्. प्रतियोगितायाः अवच्छेदकं किम् इति तादात्म्यसम्बन्धः एव अवच्छेदकः इति. अपि तत्र तादात्म्यसम्बन्धः कुत्र वर्तते इत्युक्ते तत्र घटः स्वस्मिन् भवति सम्बन्धः. तत्र तादात्म्यसम्बन्धः अपि घटे एव अस्ति. अतः घटे विद्यमान तादात्म्यसम्बन्धेन, नाम तादात्म्यसम्बन्धः घटे अस्ति, नाम घटः स्वस्मिन् तादात्म्यसम्बन्धेन भवति, तर्हि तत्र सम्बन्धः अपि घटे अस्ति इति वक्तुं शक्नुमः. अतः तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता इति अस्ति. इदानीं तत्र चन्द्रमती भगिनी प्रश्न, तत्र भगिन्याः प्रश्नः, चन्द्रमतीभगिन्याः प्रश्नः, तत्र किमर्थं तत्र सम्बन्धः तादात्म्यसम्बन्धः इति स्वीकृतः, न तु घटत्वम् इति? तर्हि तत्र किं चिन्तनम्? न, अत्र तु प्रश्नः अन्योन्यभावे घटस्य एव विषयः खलु, न तु घटत्वम् इति विषयः. हा, चन्द्रमती भगिनी पुनः प्रश्नः कः इति वदति वा? खड्गभेदस्य अवच्छिन्न खड्त्वं नास्ति वा इति मम प्रश्नः. घटभेदस्य अवच्छेदकः घटः एव, किन्तु घटभेदस्य प्रतियोगितायाः अवच्छेदकः सा भिन्ना, खलु भिन्नप्रश्नः. तर्हि तत्र घटभेदस्य अवच्छेदकं विद्यमान तादात्म्यसम्बन्धेन अवच्छिन्न तत् कर्तुं नास्ति वा इति मम प्रश्नः. हा, तत्र प्रतियोगिता, हा, तर्हि प्रतियोगिता तत्र घटत्वावच्छिन्ना नास्ति वा इति, हा, इति प्रश्नः. मृणाली भगिनी किं चिन्तनम्? न, यतोहि घटत्वं तु सर्वेषु घटेषु वर्तते, अत्र एकः एव घटः विषयः अस्ति, घटः पटः न, पटः घटः न इति. हा, तर्हि तत्र चन्द्रमती भगिनी तत्र, हा, नाम तत्र तदपि, नाम तत्र एषा प्रतियोगिता घटे वर्तते, अस्मिन् घटे वर्तते प्रतियोगिता, अतः तत्र घटत्वमपि तत्र अवच्छेदकम् इति वक्तुं शक्नुमः. किन्तु प्रथमतया तत्र सोपानेन तत्र प्रतियोगिता इति अस्ति. प्रतियोगिता तत्र प्रथमतया किं वक्तुम् इच्छामः, अत्र प्रतियोगिता अन्योन्यभावनिरूपितप्रतियोगिता वा अथवा अत्यन्ताभावनिरूपितप्रतियोगिता वा इति तत्र प्रश्नः. समीचीनं वा? चन्द्रमती भगिनी, मम चिन्तनं खडः पडः न, सत्यं सत्यं, किन्तु प्रथमतया तत्र अन्योन्यभावः वा अत्यन्ताभावः, तत्र अन्योन्यभावः इति जानीमः, तर्हि तत्र तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता इति वक्तव्यं खलु. किन्तु अन्योन्यभावः अत्र किमर्थं तत्र तादात्म्यसम्बन्धम् अत्यन्ताभावे संयोगः एव भवति, अथवा समवायः अपि भवितुम् अर्हति, किन्तु तत्र तादात्म्यसम्बन्धः कदापि न किञ्चित् अपि विशदीयेन करोति चेत् सम्यक् अस्ति महोदय, तदा अहं सम्यक् न अवगतम्. हा हा, किन्तु किन्तु प्रश्नः समीचीनः नाम तत्र प्रतियोगिता तत्र प्रथमतया तत्र अन्योन्य अभावनिरूपितप्रतियोगिता नास्ति इति वक्तव्यं तर्हि तत्र तादात्म्यसम्बन्धेन अवचिन्ना अस्ति एषा प्रतियोगिता इति वदामश्चेत् तत्र जानीमः अस्तु एषा प्रतियोगिता अन्योन्य अभावनिरूपितप्रतियोगिता अस्ति इति समीचीनं वा चन्द्रमती भगिनी अत्र एकत्र अन्योन्य एकत्र संयोग सम्बन्धः अन्यत्र तादात्म्यसम्बन्धः कथं तद् भेदं भवति इति एकवारं विशदीकरणं करोतु नाम भगिनि तत्र यदि तत्र अत्यन्ताभावः अस्ति नाम अत्यन्ताभावः नाम अत्र भूतलम् अस्ति घटः नास्ति नास्ति इदानीं यदि घटम् आनयामः तर्हि अत्र घटः नास्ति किन्तु घटः आसीत् चेत् केन सम्बन्धेन भवति भूतले तत्र संयोगसम्बन्धेन भवति खलु नूतनतया घटम् आनय यदि घटम् अस्ति चेत् घटं केन सम्बन्धेन भवति संयोगसम्बन्धेन अत्र भवति खलु घटं घटे संयोग घटं घटे न अत्र भूतलम् अत्र एतत् घटं नास्ति अत्यन्ताभावः तत्र उत्पीठिका अथवा प्रकोष्ठः इति चिन्तयतु घटः नास्ति घटः नास्ति यत्र घटः नास्ति तस्मिन् स्थले घटः नास्ति तत्र एव तत्र अत्यन्ताभावः अतः तत्र भूतलं वा उत्पीठिका वा किमपि चिन्तयतु अत्र घटः नास्ति घटस्य आनयनेन एषः घटस्य अत्यन्ताभावः नश्यति अतः तत्र यदि घटः आगच्छति तत्र आनयामश्चेत् तदा घटः संयोगसम्बन्धेन तत्र भूतले वा उत्पीठिकायां वा भवति खलु यत्र अन्योन्य अभावः इति वदामः तत्र पटः घटः न तर्हि तत्र प्रयोगः कः घटः न अत्र घटः नास्ति अत्रापि घटः नास्ति इति अस्ति खलु अभावः इदानीम् अस्ति चेत् नाम न इति अस्ति तत् त्यजामः तत्र अस्ति चेत् किं भवति अस्ति चेत् किं भवति घटः पटः एव इति भवति खलु तर्हि घटः पटः इत्युक्ते घटः पटः नाम घटः स्वस्मिन् अस्ति तर्हि घटः तादात्म्यसम्बन्धेन अत्र अस्ति इति आगच्छति खलु केवलं तत्र तादात्म्यसम्बन्धेन घटः यत् अत्र घटः नास्ति यदि घटः आगच्छति चेत् संयोगसम्बन्धेन भवति अत्र पटः घटः न इति स्थितिः किन्तु अस्माकं चिन्तनं यदि घटः अस्ति चेत् तदा किं भवति न इति नकारः गच्छति तदा किं भवति इत्युक्ते पटः घटः अस्ति इति भवति खलु खलु पटः घटः नास्ति इति तत् त्यजामश्चेत् तदा किं भवति पटः घटः अस्ति नाम पटः घटः एव तर्हि घटः पटः पटः घटः इति भवति तदा घटः पटे केन सम्बन्धेन अस्ति पटः घटः एव तर्हि घटः स्वस्मिन् अस्ति घटः स्वस्मिन् अस्ति चेत् तादात्म्यसम्बन्धेन अस्ति घटः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते तस्मिन् समये कथं पटः खडः भवति अतः भगिनि यदि आसीत् चेत् तत्र न इति त्यजामश्चेत् का स्थितिः इति द्रक्ष्यामः तद् न भवति लोकेन न भवति किन्तु चिन्तनार्थं तत् कुर्मः यतोहि सम्बन्धः कः इति दर्शनार्थमस्ति चेत् खडः पटे तादात्म्यसम्बन्धेन इति वक्तव्यं खडः स्वस्मिन् तादात्म्यसम्बन्धेन इति वक्तव्यं यतोहि पटः घटः एव भवति तदा यदि तत्र अत्र घटः नास्ति इदानीं न अस्ति त तत्र न इति त्यजामश्चेत् तत्र उत्पीठिकाया घटः नास्ति इति स्थितिः अस्तु. इदानीम् एषः एव एषा स्थितिः एव वस्तुस्थितिः, किन्तु वयं चिन्तयामः, केवलं चिन्तनं कुर्मः, अस्तु घटः आनयामश्चेत् किं भवति इति. तदा घटः केन सम्बन्धेन उत्पीठिकायां भवति? संयोगसम्बन्धेन. अस्तु, तथैव अत्रापि स्थितिः का? स्थितिः अस्ति पटः घटः नास्ति इति. अस्तु खलु, अत्र नास्ति इति स्थितिः, किन्तु तत्र परिवर्तनं कृतवन्तः. तत्र किम् उक्तवन्तः? अस्ति इति चिन्तितवन्तः खलु, तदा एव संयोगसम्बन्धः इति आगतः खलु. तथैव अत्रापि एतत् त्यक्त्वा अस्ति इति चिन्तयामश्चेत् तदा किं भवति? न न न पटः घटः एव इति आगच्छति खलु. पटः भिन्नपदार्थः नास्ति, पटः घटः एव इति आगच्छति खलु. अस्तु खलु, ईक्वल् इति वदामश्चेत् तत्र सामान्यम् इति आगच्छति खलु. समीचीनं वा? अतः नास्ति इति त्यजामश्चेत् अस्ति इति स्थापयामश्चेत् पटः घटः एव भवति. तदा एषः घटः पटे केन सम्बन्धेन अस्ति चेत् ओ एषः पटः अपि घटः एव, तर्हि घटः स्वस्मिन् अस्ति इति आगच्छति खलु. समीचीनं वा एतावत्? स्वस्मिन्, यतोहि पटः घटः एव, तर्हि घटः पटे अस्ति इत्युक्ते घटः स्वस्मिन् अस्ति इति आगच्छति. स्वस्मिन् केन सम्बन्धेन? तादात्म्यसम्बन्धेन इति. अतः एव तत्र अवच्छेदकः भवति तादात्म्यसम्बन्धः. अत्र अत्यन्ताभावस्थले संयोगः भवतु, समवायः भवतु, किन्तु कदापि तादात्म्यसम्बन्धः न भवति, यतोहि तत्र घटः अपि तत्र यत्र घटः अस्ति तत्र समानं नास्ति. नाम घटः उत्पीठिकायां भवति, प्रकोष्ठे भवति, भूतले भवति, अत्यन्ताभावस्थले तत्र अन्यपदार्थः अस्ति, किन्तु तादात्म्यस्थले यदि त्यजामः तत्र घट तत्र सामान्यम् आगच्छति इति कृत्वा तादात्म्यसम्बन्धः इति आगच्छति. अतः केवलम् अन्योन्यभावस्थले एव तत्र तादात्म्यसम्बन्धः आगच्छति, किन्तु अन्यत्र अन्येषु अभावेषु तादात्म्यसम्बन्धः न आगच्छति इति कृत्वा तत्र तादात्म्यसम्बन्धः अन्योन्य अभावस्य अवच्छेदकः भवति. अहं चिन्तितवती वृक्षः शाखासु वृक्षः तादात्म्यसम्बन्धेन वर्तते तादृशं न तत् तत्र वृक्षः शाखासु समवायसम्बन्धेन वर्तते, तत्र अवयव अवयविनोः मध्ये तत्र समवायसम्बन्धः खलु. अवयवेषु तत्र तत्र समवायसम्बन्धः तत्र नास्ति. अस्तु अग्रे मृणनी भगिनी अग्रे. तर्हि घटाभावः अथवा घटभेदः अस्य प्रतियोगिता घटे वर्तते, तर्हि तादात्म्यसम्बन्धेन अवच्छिन्ना इयं प्रतियोगिता अवगच्छामः खलु. इदानीं घटभेदः घटावधिकः, तर्हि घटाभावस्य अवधिः घटः इति खलु, घटभेदस्य अवधिः घटः एव खलु, घटः नाम घटावच्छिन्नः, हा नाम तत्र घटभेदः पटे वर्तते इत्युक्ते तत्र प्रयोगः तत्र वाक्यं कीदृशं भवति, घटभेदः पटे वर्तते नाम पटः घटात् भिन्नः इति भवति, भिन्नः खलु, आमां घटभेदः पटे वर्तते अर्थात् पटः घटात् भिन्नः, भिन्नः सत्यं खलु, आम् आम् तर्हि तत्र अवधिः पञ्चमी घटे घटस्य एव पञ्चमी, तर्हि घटः एव अवधिः, तर्हि घटभेदस्य अवधिः घटः एव, एकः एव नाम घटः एव, अतः घटभेदः कीदृशः इत्युक्ते घटावधिकः, यस्य अवधिः घटः अस्ति तस्य अवधिः घटः अस्ति इति कृत्वा घटभेदः घटावधिकः, अतः घटावच्छिन्नः अस्ति, यतोहि घटभेदस्य अवधिः घटः, पुस्तकभेदस्य अवधिः पुस्तकम्, अतः कस्य भेदः इति कृत्वा वयं तत्र भेदः कीदृश इति तत्र भेदः भिन्नः भेदः इति वक्तुं शक्नुमः, अतः घटः एव अवच्छेदकः भवति घटभेदस्य. इदानीम् आहत्य अत्र घटावच्छिन्ना इति घटभेदः खलु, घटावच्छिन्नः घटभेदः घटभेदः, परन्तु तत्र समस्तपदे तत्र घटत्वा योजितमस्ति आचार्य. अस्तु अस्तु एकवारं पठतु. घटत्वावच्छिन्न तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकः अभावः यः घटभेदः तद्वान् पटः. तर्हि तत्र प्रतियोगिता इति तत्र किम् अस्ति, प्रतियोगिता कः इति अस्ति, तदनन्तरमेव अभावः इति आगच्छति खलु. तर्हि तत्र कः इति तदनन्तरमेव तत्र अभावः इति अस्ति, अतः तत्र प्रतियोगितायाः एव तत्र अवच्छेदकः इति अपि चिन्तयितुं शक्नुमः, अथवा अभावस्य अवच्छेदकः तत्र घटः वा घटत्वम् इति अपि चिन्तयितुं शक्नुमः, अतः तत्र नाम तत्र घटभेदः इति कृत्वा तत्र प्रतियोगिता तत्र अत्र प्रायशः प्रतियोगितायाः अवच्छेदकद्वयम् अस्ति इति एव प्रायशः सुलभमस्ति इति मन्ये, नाम प्रतियोगिता तादात्म्यसम्बन्धावच्छिन्ना इति जानीमः, इदानीमेव दृष्टवन्तः खलु, किन्तु प्रतियोगितायाः घटत्वापि अवच्छिन्ना भवति इति अस्ति, समीचीनं भगिनि, तत्र तादृशप्रतियोगिताकः अभावः घटभेदः घटभेदः पटे वर्तते इति अस्ति, समीचीनं भगिनि, पटः इति घटभेदभेदत्वं यत्र अस्ति अस्तु अस्तु समीचीनं भगिनि, समीचीनं, अतः तर्हि तत्र वृणति भगिनि तत्र एषा प्रतियोगिता घटे एव वर्तते खलु, तत्र घटभेदस्य प्रतियोगिता केवलं घटे एव वर्तते खलु, नाम पुस्तके एषा प्रतियोगिता नास्ति, वृक्षे नास्ति, अतः यत्र घटत्वम् अस्ति तत्र एव एषा प्रतियोगिता भवितुम् अर्हति खलु, नाम सर्वत्र घटत्वम् इति नास्ति किन्तु यत्र अस्ति तत्र घटत्वमपि अस्ति इति कृत्वा एषा प्रतियोगिता या अस्ति तस्याः घटत्वमपि अवच्छेदकम् इति स्वीकर्तुं शक्नुमः, यतोहि अत्र घटत्वमपि अस्ति तादात्म्यसम्बन्धः अपि अस्ति, अतः अवच्छेदकद्वयम् अस्ति, अतः एषा प्रतियोगिता तादात्म्यसम्बन्धावच्छिन्ना प्रतियोगिता अस्ति, घटत्वावच्छिन्ना अपि अस्ति, नो चेत् किं भवति, केवलं तादात्म्यसम्बन्धावचिन्नप्रतियोगिता इति वदामश्चेत् तत्र पुस्तकस्य अत्यन्त अन्योन्यभावः अपि तत्र आगच्छति, यतोहि पुस्तकस्य अन्योन्यभावः अपि तत्र तत्रापि तादात्म्यसम्बन्धः एव अवच्छेदकः भवति. अतः तद् स्वीकर्तुं शक्नुमः अथवा तत्र अतः तत्र घटत्वावच्छिन्न तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता या अस्ति तया प्रतियोगितया निरूपित अभावः सः एव घटभेदः इति वक्तुं शक्नुमः. अपि सः भेदः तद्वा नाम तद् नाम इति अभाववान् सर्वम्. हा समीचीनं, घटाभाववान् अथवा घटभेदवान् पटः नाम घटभेदः पटे अस्ति. अतः यदि वयं तत्र नैयायिकानां तत्र सम्भाषणं शृण्मः तत्र किं वदन्ति, तत्र पटे घटभेदः वर्तते इति न वदन्ति, तत्र घटत्वावचिन तादात्म्यसम्बन्धावचिन प्रतियोगिता कः अभावः वान् पटः अस्ति इति वदन्ति. एवं एवं न मम प्रश्नः केवलम् उपरि अस्ति, पश्यतु उपरि घटभेदः घटाविधिकः नाम घटावचिह्नः इति अस्ति खलु, घटावचिह्नः, परन्तु अग्रे समस्तपदे घटावचिह्न इति नास्ति, घटत्वावचिह्नपदं योजितम्. नाम घटः घटत्वावचिह्नः इति अपि तत्र नाम घटभेदः घटत्वावचिह्न इति अपि भवति अथवा घटे घटावचिह्नः अपि इति शक्नुमः. अत्र किम् अस्ति इत्युक्ते नाम तत्र भेदः नाम तत्र घटभेदः घटावचिह्नः इति समीचीनं भवति, किन्तु अत्र प्रतियोगितायाः अवच्छेदकः अपेक्षितः अत्र. अस्तु, प्रतियोगिता नाम तत्र अवच्छेदकः तस्य एकः नियमः अस्ति नाम समानाधिकरण्यं भवेत् नाम समान अधिकरणं भवेत् इति नाम अवच्छेदकः अपि अवच्छेद्यं तयोः समान अधिकरणं भवेत् इति. अस्तु, तर्हि अत्र प्रतियोगिता या अस्ति, प्रतियोगिता कुत्र अस्ति, प्रतियोगिता घटे अस्ति खलु, तर्हि प्रतियोगितायाः आश्रयः अस्ति घटः. तर्हि प्रतियोगितायाः अवच्छेदकः अपि तस्य आश्रयः अपि घटः भवेत्. अतः घटत्वम् इति अवच्छेदकरूपेण स्वीकृतं, यतोहि घटत्वं घटे अस्ति, प्रतियोगिता अपि घटे अस्ति, अतः तयोः मध्ये तत्र अवच्छेदक अवच्छेद्यभावः वर्तते इति साधितुं शक्नुमः. अतः तत्र घटत्वम् इति आगतम्. आमां समीचीनं वा, अर्थात् घटाभावः अपि घटे वर्तते खलु, इस् इट्? घटाभावः घटे न वर्तते, घटाभावः घटे न वर्तते खलु, न वर्तते खलु, घटाभावः घटे न वर्तते, केवलं घटे न वर्तते, केवलं घटे न वर्तते. अस्तु समीचीनम्. अस्तु, अतः एतावत् तत्र केवलं एषः परिच्छेदः तत्र किमपि नास्ति, किन्तु एकवारं तत्र न्यायशास्त्रशैल्याः अभ्यासः भवतु इति एव आशयः, अतः एव एतत् सर्वं पठितवन्तः तावदेव. तत्र नूतनं किमपि नास्ति, किन्तु कथं वक्तव्यं, कथं चिन्तनीयं, तत्र न्यायशास्त्रपुस्तके किमपि लिखितं चेत् तस्य अर्थः कः इति ज्ञातव्यम् अस्माभिः खलु, तर्हि एतादृश अभ्यासः भवति चेत् लाभः. तावदेव. अस्तु, नूतनतया तत्र नरसिंहगिरिमहोदय नमस्कारः, शुभदा भगिनी नमस्कारः, नीता भगिनी नमस्कारः, नमस्कारः, नमस्कारः, शुभदा भगिनी नमस्कारः. अस्तु, अग्रे तर्हि गच्छामः तर्हि किञ्चित् विलम्बेन आगतवान् क्षम्यतां तत् चिन्ता मास्तु महोदय चिन्ता मास्तु अस्तु अस्तु तर्हि अग्रे तर्हि उषा भगिनी अग्रे पठति वा आं महोदय एतत् सर्वं वदतु भगिनि भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः एतावता नूतनपारिभाषिकशब्दाः सिद्धान्ताः च यावत् अपेक्षते विद्याधर्यां आक्षेपनिरासबोधनार्थं तत् सर्वं साधितम् अतः अग्रे साक्षात् लिखितं यत्तत् परिशीलयाम पृथक्त्वं भेदः अवधिः नित्यावधिकत्वं पृथक्त्वं भेदः अवधिः नियतावधिकत्वं निखिलावधिकत्वम् इत्येषाम् अर्थं मनसि निधाय अग्रे विद्याधर्यां लिखितवान् विचारान् लिखितान् विचारान् परिशीलयामः चेत् सौकर्येण बोधः उत्पत्स्येत एतावता भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः पूर्वनैयायिकानां मतेन भेदः इति पृथक्त्वं नास्ति इति नवीननैयायिकानां मतं भेदः एव पृथक्त्वम् इति अग्रे अस्ति एतावता नूतनपारिभाषिकशब्दाः सिद्धान्ताः च यावत् अपेक्षते विद्याधर्यां प्रदत्त आक्षेपनिरासबोधनार्थम् प्रदत्त आक्षेपः अस्ति भेदः एव पृथक्त्वं तस्य भेदः एव पृथक्त्वम् इति दत्त आक्षेपस्य निरासस्य बोधनार्थं वयं शब्दाः पठितवन्तः नूतनपारिभाषिकशब्दाः टेक्निकल् टर्म्स् नूतनपारिभाषिकशब्दाः सिद्धान्ताः च यावत् अपेक्षते तत् वयं पठितवन्तः सिद्धान्ताः च तत् सर्वं साधितम् अतः अग्रे साक्षात् लिखितं यत् यत् परिशीलयाम पुस्तके अग्रे साक्षात् लिखितं यत् तत् परिशीलयाम अस्तु पृथक्त्वं भेदः अवधिः नियतावधिकत्वं निखिलावधिकत्वम् इत्येषाम् अर्थं मनसि निधाय वयं दृष्टवन्तः पृथक्त्वम् इति चेत् किं भेदः इति चेत् किम् अवधिः इति चेत् किम् इति नियतावधिकत्वं निखिलावधिकत्वम् इत्येषाम् अर्थं मनसि निधाय अग्रे विद्याधर्यां लिखितवान् विद्याधर्यां लिखितान् विचारान् परिशीलयामः चेत् सौकर्येण बोधः उत्पत्स्येत विदिलिङ्ग् तत्र भवति तत्र उत्पत्तिः भवति बोधः भवति नाम बोधः जायते पठतु भगिनि यतोहि अत्र किमपि नासीत् केवलं तत्र सर्वं सुलभं भवति अग्रे इति अस्तु कपालभूतलयोः पृथक् आश्रय आश्रितत्वेन तयोः संयोगसम्भवे अपि घटकपालयोः तथाविधत्व अभावात् न तयोः कर्मजसंयोगज संयोग उत्पत्तिः संयोगोत् उत्पत्तिः न च गुणरूपस्य तस्य रूपादिवत् मूर्त उत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे नियतावधिकत्वे मानाभावात् भूतल अवधिकत्वस्य एव भूतल अवधिकत्वस्येव कपाल अवधिकत्वस्यापि आवश्यकत्वा दोषतात् अवश्यम् इति वाच्यम् अवश्यम् अत्र एतदेव साक्षात् विद्याधर्यां दत्तं विद्याधर्याम् अस्ति अत्र एतत् सर्वं विद्याधर्यम् अस्ति एतस्य अवगमनार्थमेव तत्र करपत्रं लिखितम् केवलं तत्र किं तत्र वाक्यत्रयम् अथवा वाक्यद्वयमेव अस्ति किन्तु तत्र क्लिष्टं भवति नाम तत्र अवधिः इति अस्ति खलु कर्मजसंयोगजसंयोगः इति अस्ति एतत् तत्र आश्रय आश्रितत्वम् इति अस्ति एतत् सर्वं वयम् इदानीम् अवगच्छामः किन्तु यदि तत्र पुस्तके यथा आसीत् तथा तत्र विद्याधर्य पुस्तकं बहु समीचीनमस्ति केवलं कुत्रचित् एव तत्र पूर्वं किम् अस्ति अग्रे किम् अस्ति तत्र सुलभतया तत्र अवगमनं न भवति नाम तत्र तत्र किं वदामः तत्र वयं दृष्टवन्तः पृथक् आश्रय आश्रितत्वम् अवधिः अन्यतावधिकत्वं परन्तु होल् सेण्टेन्स् क्लिष्टकरम् अतः एव तत्र नाम तत्र अस्माकं तत्र अवगमनस्य प्रवाहः भवति नाम खलु एतत् पठामः ओ अस्तु अस्तु एतत् अतः अग्रिमसोपानं गन्तुं शक्नुमः इति सर्वदा भवति विद्याधर्यं किन्तु कुत्रचित् किं भवति तत्र पूर्वं पठितवन्तः अवगतवन्तः किन्तु अत्र किं लिखितम् इति आगच्छति अत्र एतत् तादृशं स्थलम् अतः तस्य अवगमनार्थं बहु किमपि अपेक्षितम् अस्ति किन्तु इदानीम् एतत् सर्वं वयं जानीमः अस्तु तर्हि तत्र एतदपि तत्र किञ्चित् अत्र पठति वा तत्र अग्रे तदनन्तरम् अन्य कोऽपि पठेत् प्रथमं वाक्यं स्पष्टं स्यात् ततः अग्रे क्रमेण सोपानेन सर्वं प्रतिपाद्यते द्वितीयवाक्यस्य आकृतिः कीदृशी इति अवलोकनीयं न च गुणरूपस्य तस्य रूपाधिपत् नियतावधिकत्वे मानाभावात् कपाल अवधिकत्वस्यापि आवश्यकत्वात् तद्दोषतात् अवस्थ्यम् इति वाच्यम् अत्र न च इत्यस्य अन्वयः अत्र नच इत्यस्य अन्वयः वाच्यम् इति शब्देन सह नच इत्यस्य अन्वयः वाच्यम् इति शब्देन सह नच गुणरूपस्य तस्य वाच्यं नच न च इत्यस्य अन्वयः वाच्यम् इति शब्देन सह नाम न च वाच्यम् इयं च आकृतिः न्यायशास्त्रे सामान्या यत्र कश्चन दोषः अस्ति स च दोषः न वक्तव्यः इति विवक्षायां न च तथा दोषः तथा अन्ते वाच्यम् इति न्यायशास्त्रे सामान्यशैली अस्ति इति न च वाच्यं अतः यत्र न च इति दृश्यते वाक्यस्य आरम्भे तत्र कश्चन दोषः आयाति इति चिन्तयतु, तदनन्तरमेव वाच्यम्। ओके, इयम् आकृतिः न परिचिता चेत् न शब्दस्य अन्वयः अन्यत्र कुत्रापि स्यात् इति भ्रमः स्वाभाविकः, किन्तु सावधानतया पठति चेत् न च इति अभिजानाति चेत् वाक्यं दीर्घं चेदपि वाक्यान्ते यदा वाच्यं भवति तत्रैव न च इत्यस्य अन्वयः मनसि अभिज्ञानं स्यात्। आहत्य न च इत्यस्मात् वाच्यं यावत् इदं वाक्यं सिद्धान्तिनः सिद्धान्तिनः अत्र सिद्धान्तिनः नाम यः यः सिद्धान्तं प्रतिपादयति तत्र आक्षेपः पूर्वपक्षी करोति, पूर्वपक्षी आक्षेपं वदति करोति, सिद्धान्ति तत्र उत्तरं समाधानं वदति। अत्र एतद् न च वाच्यम् इति तत्र तत् भवान् वक्तुं न शक्नोति, तद् दोषस्तम् अस्ति इति। मध्ये गुणरूपस्य इत्यस्मात् आवश्यकत्वात् इति यावत् अयं भागः पूर्वपक्षिणः मतम्। सो न च वाच्यम् इति मनसि अन्वयः अभिज्ञानं स्यात् अपि च तत् तर्हि तत्र किम् उक्तं, तत्र न च इति आरभ्य आरभ्य वाच्यम् इति वाच्यं पर्यन्तं चेत् तत्र अन्वयः न च गुणरूपस्य अपि च तत्र किम् उक्तं, तत्र मध्ये गुणरूपस्य इत्यस्मात् आवश्यकत्वात् इति यावत् आवश्यकत्वात् तत्र आवश्यकत्वात् आवश्यकत्वात् इति अत्र पूर्वपक्षिणः इति हा। तर्हि एतत् सर्वं पूर्वपक्षिणा उत्तम् तदनन्तरं यत् पूर्वं सो यत् पूर्वं पूर्वपक्षिणा श्रूयते तत् पूर्वपक्षिणा उक्तम् अस्ति, पूर्वपक्षी वदति पूर्वपक्षिणा पूर्वं यत् श्रूयते तत् पूर्वपक्षिणः वदति न च सत्यं सत्यं तदनन्तरं सिद्धान्ति भवति तद् दोषताद् अवस्थम् अस्ति नाम तत्र दोषः वर्तते तद् दोषतात् अवस्थ्यम् इति सिद्धान्ति वदति यत् पूर्वपक्षिणः इदेव इदानीम् उक्तम् पश्यामः तत्र आकृतिः कीदृशी इति किञ्चित् ज्ञातवन्तः। अस्तु तर्हि अग्रे तत्र नीता भगिनी अग्रे पठति वा, धन्यवादः भगिनी, उषा भगिनी समीचीनं तत्र बहु किमपि पठितवती किन्तु सरलमेव अस्ति खलु अतः तत्र एवम् आकृतिः का इति। अस्तु पारिभाषिका नास्ति अत्र, पारिभाषिका नाम टेक्निकल्, पारिभाषिका नास्ति अत्र सत्यं सत्यं भगिनि धन्यवादः। पूर्वपक्षी आपादानद्वयम् आक्षिपति आपादानद्वयम् आक्षिपति गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति प्रथमम् आपादानम्। भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि आवश्यकत्वात् इति द्वितीयम् अपादानम् द्वयोः आपादनम् द्वयोः आपादनयोः अनन्तरं सिद्धान्ती उत्तररूपेण वदति तद्दोषतात् अवस्थ्यम् इति न वाच्यम् न च वाच्यम् तद् दोषतात् अवस्थ्यम् इत्यनेन पुनः तद् दोषः आयाति इति तदवस्थ इत्यनेन पुनः सा एव अवस्था यस्य अवस्था इदानीम् अपि पूर्ववत् सः तदवस्थः तस्य भावः तादवस्थ्यम् तादवस्थ्यम् इति किञ्चित् तत्र काठिन्यं वर्तते महोदय केवलं तत्र आकृतिः कः इति तस्य विवरणं पश्यामः तत्र पठनेन अग्रे पठनेन तदनन्तरं यदि एतत् पठामः अस्तु आकृतिः एतादृशी इति अवगच्छामः किन्तु प्रयत्नं कुर्मः इदानीं पूर्वपक्षिणः मतः आपादानद्वयं पूर्वपक्षी नाम वयम् एतत् सर्वं पूर्वपक्षिणा उक्तं तत्र पिङ्क् मध्ये यत् अस्ति किन्तु तत्र भागद्वयम् अस्ति भागद्वयं पूर्वपक्षी आपादानद्वयम् आक्षेपति अथवा आक्षेपणं द्वयं करोति इति द्वयम् अपादानम् इति नाम तत्र सिद्धान्ती किमपि उक्तवान् इदानीं पूर्वपक्षी वदति भोः अहम् एतद् न अङ्गीकरोमि यतोहि एतद्भवति खलु इति तत्र अंशद्वयं वदति आक्षेपद्वयं वदति आक्षेपद्वयं भवति अतः पुनः सिद्धान्ति तस्य उत्तररूपेण किमपि वदति अतः अत्र आक्षेपद्वयम् अस्ति तदनन्तरं सिद्धान्ति एतत् सर्वं वदति अतः तत् किम् इति पश्यामः अपादानद्वयम् इत्युक्ते द्वयः प्रकारकप्रतिपादनम् एवम् अस्ति वा अत्र नाम तत्र तत् कथं भवति अथवा इति प्रकारद्वयम् अस्ति इति तादृशम् अथवा एतत् समीचीनं नास्ति आक्षेपः गुणरूपस्य तस्य रूपादिवत् गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति अत्र अस्माकं कार्यम् एतस्य वाक्यस्य अर्थः कः इति नास्ति केवलम् एकं वाक्यम् अस्ति तद् प्रथमम् आपादनम् अस्ति प्रथमम् आक्षेपः अस्ति तत्र आक्षेपः कः इति अग्रे पश्यामः इदानीं केवलं तत्र आक्षेपः एकः प्रथम आक्षेपः एषः अपि प्रथमः आक्षेपः अनन्तरं द्वितीयः आक्षेपः भूतलावधिकत्वस्यैव कपाल अवधिकत्वस्य अपि आवश्यकत्वात् इति द्वितीयम् अपादानम् इत्युक्ते प्रथमः आक्षेपः अनन्तरं द्वितीयः आक्षेपः कः भूतलावधिकत्वस्य एव कपालावधिकत्वस्य इव कपालस्य अपि अवधिकत्वं तस्य अवधिकत्वस्य आवश्यकता अस्ति खलु इति अत्र उक्तं द्वितीयापादने अपि प्रथम आपादाने किम् उक्तम् इत्युक्ते तत्र गुणरूपस्य गुण तस्य रूपादिवत् तत्र रूपम् इति गुणः अस्ति तत्र नाम गुणः अस्ति इति कृत्वा तत्र मूर्तोत्पत्ति द्वितीयक्षणे जायमानः भवति, नाम यदा घटस्य उत्पत्तिः भवति तस्मिन् क्षणे घटे तत्र रूपं भवति वा न, अनन्तरं द्वितीय अनन्तरं द्वितीयक्षणे भवति, यतोहि तत्र कार्यकारणभावः अस्ति, तत्र घटः आश्रयः कारणमस्ति गुणस्य, तत्र वयम् एतत् सर्वं पठितवन्तः खलु, तत्र समवायीकारणमस्ति घटः, अतः घटस्य उत्पत्तिः एकक्षणं प्राक् भवेत् तदनन्तरमेव तत्र रूपस्य उत्पत्तिः भवितुम् अर्हति, समानक्षणे न भवति, अतः मूर्तोत्पत्ति द्वितीयक्षणे जायमानः गुणः, गुणः कदा जायमानः, मूर्तोत्पत्तेः द्वितीयक्षणे जायमानः अस्ति, अतः तस्य गुणस्य तादृशगुणस्य नियतावधिकत्वे मानाभावात् तद् तत्र किमपि समीचीनं न भवति, यदि तत्र नियतावधिकत्वम् अस्ति इति चिन्तयामश्चेत्, पृथक्त्वं गुणः अस्ति तस्य नियतावधिकत्वम् अस्ति चेत् तत्र तत् समीचीनं न भवति इति किञ्चित् तत्र अग्रे एतस्य वाक्यस्य अर्थः भवति, किन्तु केवलं तत्र तत्र अंशः कः नाम गुणः उत्पत्तिक्षणे एव न भवति, एकक्षण तत्र आश्रयः घटः गुणरहितं तिष्ठति, अतः तत्र तेन नियतावधिकत्वे तत्र बाधा भवति इति उक्तं, नाम तत्र कथं नियतावधिकत्वं भवति इति समीचीनं तत्र प्रश्नः, प्रथमप्रश्नः अस्तु, अतः तत्र आक्षेपद्वयमस्ति, इदानीम् अग्रे द्वयोः आपादानयोः आपादनयोः अनन्तरं सिद्धान्ती उत्तररूपेण वदति, तत्र आक्षेपद्वयम् अनन्तरं सिद्धान्ती वदति, तत् किं वदति इति, तद् दोषतात् अवस्थ्यम् इति न च वाच्यम्, तद् दोषतात् अवस्थ्यम् इति न च वाच्यम् इति सिद्धान्ती उत्तररूपेण वदति। तर्हि तत्र पिङ्क् मध्ये यदस्ति तत् प्रथमतया पूर्वपक्षी एकवारं वदति, पुनः सिद्धान्ती उत्तरत्वेन न च इति उक्त्वा पिङ्क् मध्ये यदस्ति तत् सर्वं पुनः एकवारम् उक्त्वा तस्य नन्तरं तद्दोषताद् अवस्थ्यम् इति वाच्यम् इति सर्वं वदति सिद्धान्ति पुनः, अतः पूर्वपक्षी पिङ्क् मध्ये यदस्ति तद्वदति, सिद्धान्ती एतद् वदति, पुनः पिङ्क् मध्ये यदस्ति वदति, एतत् सर्वं वदति, अतः इदानीम् अन्तिमभागस्य नाम न च वाच्यम् इति तस्य अर्थः जानीमः, केवलं तद्दोषताद् अवस्थ्यम् इति तस्य अर्थः कः इति ज्ञातव्यः, अतः तत् दोषतात् अवस्थ्यम् इत्यनेन पुनः तद्दोषः आयाति इति, तद्दोषतात् अवस्थ्यम् इत्युक्ते पुनः तत्र दोष तदेव दोषः आगच्छति तदवस्थ इत्यनेन पुनः सा एव अवस्था यस्य अवस्था इदानीम् अपि पूर्ववत् सः तदवस्थः, इत्युक्ते सा अवस्था इदानीमपि अस्ति, इदानीम् अपि पूर्ववत् स्थित्याम् एव अस्ति, तथैव अस्ति अतः सः तदवस्थः नाम यस्य अवस्था इदानीमपि पूर्ववत् अस्ति सः तदवस्थः इति भवति, नाम दोषस्य अवस्था पूर्ववत् अस्ति, दोषस्य अवस्था पूर्ववत् अस्ति, अतः दोषः तदवस्थः इति भवति, दोषः तदवस्थः अस्तु, दोषः तदवस्थः, दोषस्य अवस्था पूर्ववत् पूर्ववत् अस्ति अतः तदवस्थः दोषता इति अस्ति खलु दोषतात् अवश्यं दोषतात् इति अहं चिन्तयामि तत्र तस्य भावः ताद इदानीं दोषस्य भावः दोषस्य भावः तद् अवस्थः तस्य भावः तादवस्थ्यम् इति तस्य तदवस्थस्य भावः तदवस्थस्य भावः तादवस्थ्यम् तद्धितरूपेण एवम् तद् दोष तादवस्थ्यं तत्र अहं तत्र सम्यक् रीत्या न उक्तवान् क्षम्यतां दोषतात् इति तत् समीचीनं नास्ति तद् दोष ताद् अवस्थ्यं तद्दोषतादवस्थ्यं तादवस्थ्यम् इति न च वाच्यम् इति भवति इति न च वाक्यं वाच्यं तादवस्थ्यम् इति एतावत् अस्ति तादवस्थ्यम् इति न च वाच्यं पूर्वं तद्दोषः अस्तु अन्तिमतः तद्दोषः ताद् अवस्थ्यम् दोषः इत्युक्ते तद्दोषः तस्य भावः तादवस्थ्यम् इति तद्दोषस्य भावः तादवस्थ्यम् इति अस्ति एवं तादृशम् अस्ति अस्तु अग्रे समीचीनं भगिनि एतत् सर्वम् अत्र किम् अस्ति इति सम्यक् रीत्या अग्रे पठनेन अवगमनं भवति एतावत् केवलं तत्र परिचयत्वेन एव अस्ति अस्तु तर्हि अग्रे नरसिंहरेड्डी महोदय अग्रे पूर्वपक्ष सम्प्रति पूर्वपक्षिणा मतं किमिति पश्येम प्रथमे आपादने मूर्तोत्पत्तिद्वितीयक्षणे जायमाना इत्युक्तं गुणानां सृष्टिविधि तथा पूर्वमपि अस्माभिः दृष्टं यदा मूर्तद्रव्यम् उत्पद्यते युगपत् तस्मिन् द्रव्ये गुणोपि उत्पद्यते इति नास्ति प्रथमतया मूर्तद्रव्यं तदा तस्य उत्पत्तेः द्वितीयक्षणे गुणः समुद्भवति अत्र किम् इति प्रथम तत्र अग्रे पठमेव नीलापट पठतु महोदय नीलापट पटे नीलरूपं प्रथमतया पटः जायते तदा एव नीलरूपम् इति चेत् नीलरूपं समवायसम्बन्धेन पटे तस्मात् पटः नीलरूपस्य समवायकारणं नीलरूपं च कार्यं कार्यकारणभावस्य साधनार्थं कारणं कार्याधिकरणे भवेत् कार्योत्पत्तेः पूर्वक्षणे भवेत् पूर्वक्षणे च भवेत् कार्योत्पत्तेः पूर्वक्षणे कारणं न विद्यते चेत् तस्य कार्यस्य कारणं न भवितुम् अर्हति एव इति कृत्वा उत्पादनं द्रव्यम् उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं तदा मूर्तोत्पत्तिद्वितीयक्षणे तस्मिन् गुणः जायते तर्हि गुणस्य स्वभावः तथा द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः अत्र सम्प्रति पूर्वपक्षिणमतं किम् इति पश्येम पूर्वपक्षी किम् इति पश्येम प्रथमे आपादने मूर्तोत्पत्तिद्वितीयक्षणे जायमाना इति उक्तम् इत्युक्ते मूर्तोत्पत्ति इत्युक्ते मूर्तद्रव्यमस्ति तस्य उत्पादनं भवति नाशं भवति तादृशद्रव्यं विभुद्रव्यं नास्ति मूर्तद्रव्यमस्ति समीचीनं तत्र तस्य उत्पत्ति भवति चेत् गुणानां सृष्टिविधि तथा भवति गुणस्य सृष्टिः किम् इत्युक्ते मूर्त उत्पत्ति मूर्तद्रव्यस्य उत्पत्तिः भवति तस्य द्वितीयक्षणे प्रथमक्षणे मूर्तद्रव्यस्य उत्पत्तिः द्वितीयक्षणे एव गुण उत्पत्तिः तदस्ति सृष्टिविधि गुणस्य पूर्वमपि अस्माभिः दृष्टं यदा मूर्तद्रव्यम् उत्पद्यते युगपत् तस्मिन् द्रव्येपि गुणोपि उत्पद्यते इति नास्ति यथा युगपत् ते न उत्पद्यन्ते किमर्थमित्युक्ते तद् कार्यकारणभावं समर्थयितुं न शक्नुमः वयं तत्र कारणं कार्योत्पत्तेः पूर्वक्षणं भवेत् सर्वदा भवेत् अधिकरणे भवेत् इति निकषाः सन्ति तस्य पूरितं न भवति एकयुगपत् भवति चेत् गुणोत्पत्तिः भवति चेत् अतः तत्र द्वितीयक्षणे एव गुणस्य उत्पत्तिः भवति इति वयं दृष्टवन्तः. प्रथमतया मूर्तद्वयं, तदा तस्य उत्पन्नेः द्वितीयक्षणे गुणः समुद्भवति. द्वितीयक्षणे गुणस्य उत्पत्तिः भवति, यद्रूपं वा परिमाणं वा किमपि गुणं भवेत् तस्य उत्पादनं मूर्तोत्पत्तिः द्वितीयक्षणे भवति. इदानीम् एकम् उदाहरणं दत्तमस्ति. इदानीम् एकं पटं पश्यामः, नीलपट इति अस्ति चेत् पटे नीलरूपम् अस्ति. प्रथमतया पट जायते, किमपि तत्र वर्णः न भवति, तदा एव नीलरूपं. पटस्य उत्पादनानन्तरमेव नीलरूपपटम् इति भवति. किमर्थम् इति चेत् नीलरूपं समवायसम्बन्धेन पटे तत्र गुणगुणिनो मध्ये समवायसम्बन्धः भवति, अतः अत्र नीलरूपमपि समवायसम्बन्धेन पटे भवति. तस्मात् पटः नीलरूपस्य समवायकारणं, पटः इति नीलरूपस्य समवायकारणं भवति. समवायकारणम् इत्युक्ते वयं पूर्वं दृष्टवन्तः तत्र सादास्मिसम्बन्धेन स्वस्मिन् स्थित्वा समवायसम्बन्धेन कार्यम् उत्पादयति. अत्र पटमिति कार्यमस्ति, नीलरूपमिति कारणमस्ति, देवमध्ये समवायसम्बन्धः अस्ति. नीलरूपं च कार्यं, कार्यकारणभावस्य साधनार्थं कारणं कार्यादिकरणे भवेत्, कार्योत्पत्तेः पूर्वक्षणे च भवेत् इति अस्ति. अतः नीलरूपं यदि कारणमस्ति चेत् नीलघटम् इति कारणमस्ति चेत् तत्र घट प्रथमः भवेत्, अनन्तरमेव पश्यामि पट घट नास्ति अत्र, पट नीलपटम् इति प्रथमं भवेत् चेत् भवति चेत् तत्र पट प्रथमं भवेत्, अनन्तरमेव नीलरूपं भवति. यत् गुणमस्ति तत् पटस्य उत्पादन अनन्तरमेव भवति. कार्योत्पत्तेः पूर्वक्षणे कारणं न विद्यते चेत् तस्य कार्यस्य कारणं न भवितुम् अर्हति एव इति कृत्वा उत्पादनं उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं तदा मूर्तोत्पत्ति द्वितीयक्षणे तस्मिन् गुणः जायते इति स्वीकृतम्. एकक्षणं निर्गुणं निष्क्रियं च तिष्ठति द्रव्यं, द्वितीयक्षणे तत्र गुणस्य उत्पादनं भवति इति स्वीकृतमस्ति. तर्हि गुणस्य स्वभावः तथा, द्रव्ये विद्यमानः मूर्तोत्पत्ति द्वितीयक्षणे जायमाना, एतत् अस्ति गुणस्य लक्षणं. तत् द्रव्ये विद्यमानमस्ति परन्तु द्रव्यस्य उत्पादनं द्वितीयक्षणे एव तस्य उत्पादनं भवति इति अस्ति महोदय. अत्र समीचीनं महोदय. अतः तत्र आपादने तत्र प्रथमभागः नाम तत्र मूर्तोत्पत्ति द्वितीयक्षणे जायमानः इति यत् यः भागः अस्ति तस्य अवगमनम् इदानीं जातं खलु, नाम तत्र गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिः द्वितीयक्षणे जायमानः इति तावत्पर्यन्तम् अवगतवन्तः. इदानीम् अग्रे धन्यवादः महोदय. अस्तु अग्रे तर्हि तत्र मृणालिनी भगिनी अग्रे पठति वा? नीलः पटः पटे अधुना गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे एतत् सर्वं तत्र नरसिंहगिरिमहोदयेन पठितं. जायमानस्य नियतावधिकत्वे मानाभावात् इति पूर्वपक्षिणः प्रथमम् आपादनम् अत्र आपादनम् अत्र गुणरूपस्य तस्य रूपादिवत् इत्यनेन कस्य इति चेत् पूर्वतने वाक्ये संयोगः इति विषयः प्रवर्तमानः इति कृत्वा संयोग एव स्यात्. किन्तु वाक्यस्य आशयं दृष्ट्वा भिन्नरीत्या चिन्तनीयं भवति. अनुच्छेदद्वयात् प्राक् उक्तम् आसीत् तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वं तस्य उल्लेखः अत्र क्रियते तस्य इत्यनेन अतः गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तित् द्वितीयक्षणे मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति भवति अधुना गुणरूपस्य तस्य नाम अत्र किम् उक्तम् एतत् वाक्यं तत्र प्रथम अपादनमस्ति खलु तत्र तस्य इति पदस्य अर्थः कः इति उक्तम् गुणरूपस्य तस्य गुणरूपस्य तस्य इति अस्ति नाम तत् किमपि अस्ति किन्तु तद् गुणमस्ति गुणः अस्ति सः गुणः इति जानीमः किन्तु तत् किम् इति न लिखितम् अतः तस्य अर्थः कः इति अत्र उच्यते अस्तु अतः अत्र गुणरूपस्य तस्य अर्थः तत्र संयोगस्य किमपि एकवारं पुनः पठतु तदा अवगच्छामः अत्र गुणरूपस्य तस्य रूपादिवत् इत्यनेन कस्य इति चेत् पूर्वतने वाक्ये संयोगः इति विषयः प्रवर्तमानः इति कृत्वा संयोग एव स्यात् खलु नाम यदि तत्र कस्य अथवा कस्य इति वाक्ये अस्ति चेत् तत्र अन्वयः कुत्र भवति कर्तृपदं पूर्वस्मिन् वाक्ये यत् कर्तृपदम् अस्ति तत्र अन्वयः भवति खलु रामः वनं गच्छति तेन सह इति अस्ति चेत् केन सह रामेण सह इति आगच्छति खलु अतः तत्र तस्य अपि अस्ति चेत् पूर्वस्मिन् वाक्ये कर्तृपदं कः सः एव भवेत् किन्तु पूर्वस्मिन् वाक्ये संयोगः इति अस्ति अतः विषयः अतः संयोगः स्यात् किन्तु वाक्यस्य आशयं दृष्ट्वा भिन्नरीत्या चिन्तनीयं भवति संयोगः तत्र न सङ्गच्छते इति अतः अनुच्छेदद्वयात् प्राक् उक्तम् आसीत् तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम् अनुच्छेदद्वयात् प्राक् नाम तत्र परिच्छेदः अथवा अनुच्छेदः अनुच्छेदद्वयात् प्राक् अत्र उक्तमासीत् तर्हि सिद्धं नः अस्माकं सिद्धं भवति नः समीहितम् किं पृथक्त्वम् इति गुणः अस्ति पृथक्त्वम् इति गुणान्तरं नाम पूर्व नाम नूतनगुणः अस्ति नाम पृथक्त्वं रूपं नास्ति रसं नास्ति नूतनगुणः अस्ति गुणान्तरम् अस्ति पृथक्त्वम् इति एतावत् वयं साधितवन्तः इति अत्र पृथक्त्वस्य उल्लेखः अस्ति पृथक्त्वम् इति उक्तमस्ति तस्य पृथक्त्वस्य उल्लेखः अत्र क्रियते चेत् क्रियते तस्य इति पदेन तस्य उल्लेखः अत्र क्रियते तस्य इत्यनेन अतः तस्य अर्थात् समीहितं तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम् इति अतः पृथक्त्वम् इति विषयः अत्र तत्र पृथक्त्वम् इति विषयः तत्र आसीत् अतः पृथक्त्वम् इति एव अत्रापि आगच्छति अतः वाक्यं गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वैत्यक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति भवति तर्हि केवलं तत्र वयं किं कृतवन्तः पृथक्त्वस्य इति योजितवन्तः तावदेव तस्य कस्य पृथक्त्वस्य रूपादिवत् अवगमनार्थं तत्र कस्य इति आगच्छति तत्र उत्तरं न प्राप्नुमश्चेत् अवगमनं न भवति इदानीम् उत्तरं प्राप्तं पृथक्त्वस्य तस्य कस्य पृथक्त्वस्य रूपादिवत् इति सर्वम् अस्ति अतः इदानीम् आपाधानं किम् इति अवगन्तुं शक्नुमः. अतः अग्रे अग्रिमे वर्गे आक्षेपः कः इति अवगच्छामः. अतः एतावत् तत्र करपत्रस्य पठनं, तत्र विवरणं, पारिभाषिका पदानां विवरणं सर्वम् आसीत्. इदानीम् अवगमनं जातम्. अतः तत्र तस्य उपयोगेन विद्याधर्यां यत् आक्षेपद्वयमस्ति तस्य समाधानं सिद्धान्ति कथं करोति इति अग्रे दत्तमस्ति. तत्र तत् अवगच्छामः अग्रिमे वर्गे. अस्तु, तर्हि समयोऽपि जातः. धन्यवादः, अग्रिमे वर्गे मिलामः. धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः.